पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 129 वसिष्ठ उवाच श्रूयतां ये पिशाचाश्च मोचितास्तेन तद्वने आसीद्राजा चित्रनामा द्राविडे विषये पुरा सोमान्वये महावीरशूरशास्त्रास्त्रपारगः गजवाजिरथौखैश्च सम्पन्नो विक्रमी सदा स्वर्णैर्नानाविधैरत्नैः पूर्णकोशो महाधनः मध्ये नारीसहस्रस्य सदा क्रीडति तत्परः स्त्रैष्णैः कामी सदा लुब्धश्चण्डकोपः स पार्थिवः न करोति वचो धर्म्यं सचिवै समुदीरितं विष्णुं निन्दति सोत्यर्थं वैष्णवान् द्वेष्टि सर्वदा कोऽसौ विष्णु क्व दृष्टोऽसौ क्व चास्ते केन कीर्त्यते युद्धं न सहदे विष्णुं स राजा दैवमोहितः नारायणं भजन्ते ये तान् पीडयति कोपितः न ब्राह्मणान्न वेदांश्च वैदिकं कर्म न व्रतं न दानं मन्यते दातुं पाखण्डस्थितिसंस्थितः अनित्या चण्डदण्डैश्च प्रजापीडां करोति सः निष्ठुरो निर्धयक्रूरः पुण्यकार्यपराङ्मुखः च्युदाचारोच्युतद्वेष्टा च्युदाग्निश्च च्युतक्रियः सोऽनुशास्ति जनं भूपकालरूप इवापरः ततो बहुतिथे काले स राजा पञ्चतां गतः वैदिकेन विधानेन लेभे नैवोर्ध्वदैहिकम् अथ किङ्करयुधेन पीड्यमानो भृशं तदा अयकीलमये मार्गे तप्तसिक्ता प्रपूरिते चण्डार्करश्मि संतप्ते वृक्षच्छाया विवर्जिते तप्ताङ्गार प्रकीर्णे च वह्निज्वालासमाकुले लोहतुण्डैश्च काकोलैर्हन्यमानः सुदारुणैः वृक्कैर्दंष्ट्राकरालैश्च श्वभिर्कोरैश्च भक्षितः शृण्वन् क्रन्दितमन्येषां नृणां किल्बिषकारिणां जगाम पार्थिवो लोकमन्दकस्य भयावहं शृणु भूपगतिं तस्य तस्माल्लोके सुदुःसहां निरयान्निरयं यादः पर्यायेण स भूपतिः आदौ प्रयातस्तामिश्रे दारुणे भूरि दुःखदे पुनश्चैवान्धतामिश्रे यत्र दुःखं निरन्तरं गतोऽनन्तरमत्युग्रं महारौरव रौरवं नरकं कालसूत्रं च महानरकमेव च पश्चान्मग्नः स भूपालो दुस्तरे दुःखमूर्छितः सञ्जीवने महावीचौ तापने सम्प्रतापने प्रतापनरकं राजा दुःखाग्निप्लुष्टमानसः सम्पादं च स काकोलं कुट्मलं पूदिमृत्तिकं लोकशङ्कुं मृगीयन्त्रं पन्थानं शाल्मलीनदीं प्रविष्टोऽथ महाभीमं दुर्दर्शं दुर्गमं पुनः असिपत्रवनं चैव लोहचारकमेव च एवमेतेषु सर्वेषु पतित्वा पापकृन्नृपः हविन्दन्नरगे कोरे सन्तापं यादनामयं विष्णो प्रद्वेषघोषेण युगानामेकविंशतिः भुक्त्वा च यादनां याम्यां निस्तीर्णनरको नृपः समयाद्गिरिराजेदु पिशाचो भूतदा महान् सभ्राम्यदिश सर्वा वने तस्मिन् बुभुक्षितः न पश्यत्यशनं तोयं मेरावपि सदा गिरौ कदाचित् पर्यटन् शोध पिशाच्च शोकपीडितः प्लक्षप्रस्रवणारण्यं प्रविष्टो भावि सद्फलम् बिभीदकतरुच्छायां समाश्रित्य सुदुःखितः हा हतोऽस्मीति चाक्रन्दत्कोरमुच्चैः पुनः पुनः क्षुतृभ्यां मुह्यमानस्य सर्वभूतद्रुहो मम जन्मनोऽस्य दुरं तस्य कथमन्दो भविष्यति आदौ पाप समुद्रेऽस्मिन् दुःखकल्लोलमालिनी करावलम्बनं कोद्य निमग्नस्य प्रदास्यति इत्थं तस्य पिशाचस्य रोदनं दीनचेतसः देवद्युदिरधियानशुश्राव करुणामयम् समागत्य ततस्तत्र तं पिशाचं ददर्श सः विकरालमुखं भीमं पिशङ्कनयनं कृशम् ऊर्ध्वमूर्ध्वजकृष्णाङ्गं यमदूतमिवापरं ललज्जिह्वं च लम्बोष्टदीर्घजङ्घं शिराकुलं दीर्घाङ्घ्रिं शुष्कतुण्डं च गर्दाक्षं शुष्कपञ्चरम् अधामुं कौतुकाविष्टः पप्रच्छ मुनिपुङ्गवः देवद्युतिरुवाच कोऽसि त्वं भीषणाकारः कुतो रोदिषि दारुणम् अवस्थेयं कुतो ब्रूहि किञ्चाहं करवाणि ते ममाश्रमप्रविष्टा हि दुःखभाजो न जन्तवः मोदन्ते केवलं सर्वे वैष्णवे भवने यथा वदत्वं सत्वरं भद्र दुःखस्यैतस्य कारणं कालक्षेपं न कुर्वन्ति प्राप्तेऽथे हि मनीषिणः वसिष्ठ उवाच श्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनः उवाच दीनया वाचा प्रश्रया वनतस्तदा पिशाच उवाच सर्वाङ्गव्यापि सन्तापं जहारत्वद्वचो मयि ग्रीष्मे धावानलोद्भूतं वर्षन्मेख इवाचले यन्मेऽस्ति सुकृतं किञ्चित् तेन दृष्टोऽसि मे द्विज न ह्य सञ्चितपुण्यानां सद्भिरेकत्र सङ्गमः इत्युक्त्वा कथयामास पूर्ववृत्तान्तमात्मनः विष्णुद्वेषप्रदोषेण दशामेधामहं गतः यन्नाम प्राणान्मुक्तो हि स्मृत्वा विष्णुपदं व्रजेद पापिष्टो हि हरौ तस्मिन् मम द्वेषो भवद्विज यः पालयति भूतानि धर्मं यादि जगत्त्रये योऽन्तरात्मा च भूतानां तस्मिन् द्वेषो ममाभवद कर्मणां फलदो योऽत्र सर्वदेवेषु गीयते तपोभिर्यज्यते विप्रैः समद्वेषवशङ्गदः त्यक्तप्रियैः प्रियारण्यैर्निःसङ्गैकचरैश्च यः वेदान्ते यदिभिश्चिन्त्यः समेद्वेषी हरिर्द्विज ब्रह्मादयसुराः सर्वे योगिनसनकादयः मुक्त्यर्थमर्चयन्तीह स विष्णुर्द्वेषितो मया आदौ मध्ये वसानेयो विश्वधाता सनातनः यस्य नैवादिमध्यान्ताः समे द्वेषपदं ययौ जन्मया सुकृतं कर्म हृदं प्राक्तनजन्मनि विष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूद कथञ्चिदस्य पापस्य सीमां द्रक्ष्यामि चेदहं मुक्त्वा नारायणं नान्यमर्चयिष्यामि देवतां विष्णुद्वेषाच्चिरं भुक्त्वा मया नरकयादनां निरयान्निःसृतसोऽहं पैशाचीं योनिमागतः अधुना कर्ममन्त्रैः कैरथानीदस्त्वदाश्रमं यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः प्राप्यते मरणं यत्र बन्धनं श्रीसुखं वधुः स तत्र नीयते स्वेन कर्मणा गलहस्तिना इदानीं मुजितं कर्म ब्रूहि पैशाच्यनाशनं परोपकारकार्ये हि न धन्या मदङ्गामिनः देव द्युतिरुवाच अहो मुष्णादिमायेयं देवासुरनृणां स्मृतिं यया देवेष्वभिद्वेषो जायते धर्मनाशनः स्रष्टा पालयिता हन्ता जगदां यो महेश्वरः आत्मा च सर्वभूतानां तम्मूढो द्वेष्टिकः कथं भवन्ति सर्वकर्माणि सफलानि यदर्पणाद् तद्भक्तिविमुखो मर्त्यको न यादीह दुर्गतिं श्रुतिस्मृतिसदाचारविहितं कर्म केवलं सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा अन्यथा निरयं यान्ति विना ह्यागमसेवनाद् अधो वेदविरुद्धार्थं शास्त्रोक्तं कर्म संत्यजेद स्वबुद्धिरचितैः शास्त्रैः प्रत्यार्येह तु बालिशान् विघ्नन्ति श्रेयसो मार्गं लोकनाशाय केवलं विष्णुं निन्दन्ति वेदांश्च तपो निन्दन्ति सद्विजान् तेन ते नरकं यान्ति ह्यसच्छात्रनिषेवणाद अयमेव यथा राजा द्रविडो निरयं गतः द्वेषन्नारायणं देवं देवदेवं जगत्प्रभुं तस्माद्वेषं हि देवेषु ब्राह्मणेषु विशेषतः संत्यजेत् पुण्यकामोऽत्र वेदबाह्यां क्रियां त्यजेत् इत्युक्त्वा कथयामास पिशाचाय हितं मुनिः प्रयागं गच्छ भो भद्र माघमासं विचारय यत्र ते निश्चिता मुक्तिः पैशाच्यान्नात्र संशयः तत्राप्लुता दिवं यान्ति श्रुतिरेषा सनातनी विजहादिनरस्तत्र प्राक्तनं कर्म दुष्कृतं प्रयागस्नानतो नास्ति क्वाप्यन्यदधिकं परं प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकं यागयोगाधिकं विद्धि प्रयागं पापिनामपि स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतं सितासितोदवेणीया तां हित्वा भुवि नापरा तापनैगडबद्धस्य छेदनैककुठारिका क्व विष्णुसूर्य तेजोऽग्निर् गङ्गायामुनसङ्गमे क्व वराकी नृणां तुच्छा पापराशितृणाकुतिः मलिमसखनध्वंसे यथा शरदिचन्द्रमाख भादि पापक्षया दूर्ध्वं नरो वेणीजलाप्लुतः सिदासितस्य माहात्म्यमहं वक्तुं न देक्षमः यत्तो यकणसंस्पृष्टो मुक्तकेरलको द्विजः इति वाक्यमृषे श्रुत्वा पिचाच्चस्तुष्टमानसः मुक्तदुःख इव प्रीदः पप्रच्छ प्रणयान्मुनिं कथं केरलदेशीयो द्विजो मुक्तो महामुने एतं कथय वृत्तान्तं संसृत्य करुणां मयि देवद्युदिरुवाच पिशाच शृणु पुण्यां मे कथां कथयदशुभां केरले वसुनामात्रब्राह्मणो वेदपारकः दायादैर्हृदवित्तस्तु निर्धनो बन्धुवर्जितः जन्मभूमिं परित्यज्य महादुःखेन दुःखितः देशाद्देशं परिभ्राम्य कालेन महता पुनः प्रविश्य स महारण्यमीषद्व्याधिप्रपीडितः गच्छं तीर्थान्तरं शान्तः क्षुत्क्षामो विन्ध्यपर्वते दुर्भिक्षेण मृदिं लेभे न दाहं चौर्ध्वदेहिकम् तेन कर्मविपाकेन तत्रैव गिरिगह्वरे प्रेदी भूतश्चिरं कालमुपवास निर्जने वने शीतातपपरिक्लिष्टो निराहारो निरुदकः दिगम्बरो व्युपानत्को गिराहाहेदि निःश्वसन् इतस्ततः परिभ्राम्य वायुभूतः स केरलः द्विजो न शरणं लेभे न सुखं कुत्रचित्तदा संशोचति स्म दुःखार्थे नैव पश्यति सद्गतिं सर्वदा तत्तदानं स भुङ्क्ते स्वं कर्मणफलं हविर्जुह्वदि नाग्नौ ये गोविन्दं नार्चयन्ति ये भजन्ते नात्मविद्यां ये सुदीर्थविमुखाश्च ये सुवर्णवस्त्रताम्बूलं मणिमन्नं फलं जलम् आर्तेभ्यो न प्रयच्छन्ति सर्वे ते कृतहीनकाः ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरन्ति ये बलेन छत्मना वापि धूर्ताश्च परवञ्चकाः दाम्भिककुहकाश्चौरा ये च पावकवृत्तयः बालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः अग्निदागरदाये च ये चान्ये कूटसाक्षिणः अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये कदर्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतं गवां भूमेश्च हन्तारो ये चान्ये रत्नदूषकाः परापवादिनः पाप देवता गुरुनिन्दकाः महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये परद्रोहरता ये च यथा च प्राणिहिंसकाः कुप्रतिग्राहिणः सर्वे ते भवन्ति पुनः पुनः प्रेतराक्षसपैशाच तिर्यवृक्षकुयोनिषु न तेषां सुखलेशोऽस्ति इह लोके परत्र च तस्मात् त्यक्त्वा निषिद्धार्थं विहितं कर्म चाचरेत यज्ञं दानं तपस्तीर्थं मन्त्रं देवं गुरुं भजेत विपाकं कर्मणां दृष्ट्वा योनिकोडिषु दुस्तरं चतुर्भिरपि वर्णैश्च सेव्यो धर्मो निरन्तरम् इति प्रदगतिं दृष्ट्वा पापबीजोद्धितां हि सः कृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजो ब्रवीद इत्थं स केरलः प्रेदो वर्धमानो गिरौ तदा अधिवाह्यचिरं कालमपश्यत्पथिकं पथि वहं तं द्वौ करण्डौ च वेणी जलयुतौ तथा गायन्तं प्रमुखादेवं पुण्यश्लोकं जनार्दनं तं दृष्ट्वा सहसा प्रेदो मार्गरोधं चकारसः दर्शयामास चात्मानं मा भैषीरित्युवाच सः पानीयं पातुमिच्छामि त्वत्तकार्पाडिकोत्तम न पास्यसि जलं चेन्मां प्राणायास्यन्ति मे दृढम् इति प्रेदवच श्रुत्वा पान्धप्रत्याह कौतुकाद कर्पटीक उवाच कस्त्वं दुःखाभिभूतस्तु कृश्यो म्लानो दिगम्बरः जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनः नवधूममयाकारश्चण्डश्चञ्चललोचनः पद्भ्यामस्पृष्टभूमिस्त्वं निर्मांसोदरबाहुकः इति तद्वचनं श्रुत्वा प्रेदो वाक्यमथाब्रवीद प्रेद उवाच शृणु धर्मिष्ठते वच्मि येनाहमीदृश्यो भवन् ब्राह्मणो दत्तदानोऽहं लोभी च मलिनक्रियः परान्नं च सदा भुक्तमेकाकीमिष्टभोजनः मया दत्ता न भिक्षापि कन्दकारो न पुष्कलः न कृतो वैश्वदेवस्तु प्रक्षिप्तो न बहिर्बलि भूतानां तु तृषार्थानां न हता पयसा च तृट कदाचित्पितरो नैव तर्पिता अटता महीं न च श्राद्धं कृतं क्वापि पूजिता नैव देवताः वर्षात्तपपरित्राणं न दत्तं पादरक्षणं जलपात्रं न दत्तं च ताम्बूलं नौषधं मया न गृहे वसतिर्दत्ता नाधिध्यं कस्यचित् कृतम् अन्धवृद्धा धनानाथ दीना पानान्नतोषिताः गवां ग्रासो न दत्तो वै न रोगी परिमोचितः न दत्ता न हुदा विप्र पवित्राश्च तिलामया पृथिव्यां तिलदातारो न भवन्ति तु मद्विधाः व्यदीपादेन दत्तं हि किञ्चित् स्वर्णं महाफलं संक्रान्तावुपरागे च न दत्तं सूर्यचन्द्रयोः पर्वाण्यन्यानि सर्वाणि जग्मुशून्यानि मे द्विज हृदयकर्तिके मुख्या जादा वन्ध्या सदा मम पितृभ्यो नैव दत्तं वा अष्टकासु मखासु च द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषु न दत्तस्थिलतैलेन प्रदीपकार्तिके मया न स्नातो माघमासेहं रूपसौभाग्यकामदे द्विजाय वेदविदुषे गौतम्यां सिंहगे गुरौ मया सङ्कल्पितं द्रव्यं न दत्तं पूर्वजन्मनि न स्नातोऽहं कृष्णवेण्यां तथा कन्यागदे गुरौ अग्निं प्रज्वाल्य काष्ठौखैः स्नातानां पौषमाखयोः शीतार्तानां च विप्राणां न कृतो जाड्यनिग्रहः माधवादिषु मासेषु न दत्तं शीतलं जलं मया नारोपितोऽश्वद्धो न्यग्रोधो नैव वर्धितः बन्दी गृहान्मया मुक्तिर्न कृता प्राणिनां क्वचिद् न प्राणि भयसन्त्रस्तो रक्षितः शरणागतः नोपेष्यात्र त्रिरात्राणि तोषितो मधुसूदनः कृत्रादिकृत्रपाराकं तथा चान्द्रायणं द्विज आधान्यतप्तकृच्छ्रं च तथा सान्दपनानि च व्रतान्येतानि पुण्यानि जुष्टानीन्द्रादिभिसुरैः चरित्वा न मया दानि देहसंशोषितः पुरा युद्धं पूर्व भवो वन्ध्यो मम जादो द्विजोत्तम पश्य द्विज महाक्रूरामद्भुतामत्र जन्मनि गतिं दूरप्रबोधां तु मम पूर्वस्य कर्मणः सन्ति मांसानि मार्गेषु मृगव्याघ्रहदानि वै फलान्यन्यानि शैलेऽस्मिन् शुकैत्यक्तानि सर्वतः पुण्यानि च सुगन्धीनि फलानि रसवन्ति च मूलानि दुसुभक्ष्याणि मृदूनि मधुराणि च नानाविधानि तिष्ठन्ति मधूनि सुबहून्यपि स्रोतसां निर्चराणां च सन्ति वारीणि सर्वशः सुलभेषु पदार्थेषु सर्वेष्वेदेषु पर्वते नेक्षेहमशनं क्वापि दैवेनापि हदं सदा वादाहारेण जीवामि यथा जीवन्ति पन्नगाः पुनर्जीवामि भो विप्र देवयोनिप्रभावतः बलेन प्रज्ञया नित्यं मन्त्रपौरुषविक्रमैः सहायैश्चैव मित्रैश्च नालभ्यं लभते नरः लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने भोगे रोगे वियोगे च दैवमेव हि कारणं कुरूपा कुकुला मूर्खाः कुक्षिता चारनिन्दिताः शौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुञ्जते काणाकञ्चा अभव्याश्च नीतिहीनाश्च दुर्गुणाः नपुंसकाश्च दृश्यन्ते दैवाद्राज्ये प्रतिष्ठिताः यैर्दत्ताश्च तिलागावो हिरण्यं वसनानि च गौरीकन्या च यैर्दत्ता च वसुन्धरा शय्यासनानि ताम्बूलं मन्दिराणि धनानि च भक्ष्यभोज्यानि दत्तानि चन्दनान्यगरूणि च अटव्यां पर्वताग्रे च ग्रामे वा नगरेऽपि वा पुरः पुरश्च तिष्ठन्ति तेषां भोगाप्रयत्नतः सन्त्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराः राक्षसाश्च पिशाचाश्च पिशाच्यश्चादिदारुणाः कदाचिच्च कथंचिच्च क्वापि यत्र स्वकर्मणा लभन्ते चान्नपानानि पर्यटन्तो वने वने इति श्रुत्वात्र तेभ्यश्च मा भयं भवतां भवेद शुचिं गोविन्दभक्तं त्वां नदे द्रष्टुमभिक्षमाः विष्णु भक्तितनुत्राणां नारायणपरायणं न स्पृश्यन्ति न पश्यन्ति राक्षसा प्रेतपूतनाः भूतवेदालगन्धर्वाः शाकिन्यश्चार्यकाग्रहाः रेवत्यो वृद्धरेवत्यो मुखमण्ड्यस्तथाग्रहाः यक्षा बालग्रहा क्रूरा दुष्टा वृद्धग्रहाश्च ये तथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः कृत्या सर्पाश्च कूष्माण्डा ये चान्ये दुष्टजन्तवः न पश्यन्ति परं विप्र वैष्णवं ब्राह्मणं शुचिं शुचिं रक्षन्ति भूतानि धर्मिष्ठं पीडयन्ति न रक्षन्ति च शुचिं नित्यं ग्रहनक्षत्रदेवताः गोविन्दनाम जिह्वाग्रे हृदि वेदस्तु संस्थितः शुचिश्च दानशीलश्च त्वं सर्वत्राकुतो भयः एवं ब्राह्मणतिष्ठामि भुञ्जानकर्मणफलं न शोचामीति मत्वाहं विमृश्य च पुनः पुनः न दुनोमि तथा तावद्यावत् जम्बालिनीतडे सरसोदीरितं वाक्ये श्रुतं पर्यटता मया ब्राह्मण उवाच सारसोदीरितं वाक्यं कीदृश्यं हि श्रुतं त्वया तदहं श्रोतुमिच्छामि ब्रूहि त्वं प्रेदसत्वरं प्रेद उवाच ब्रवीमि सारसं वाक्यं शृणु कार्पाणिकोत्तम धूसरा नाम कक्षेऽस्मिन्नदीगिरिसमुद्भव सदा जलशयोत्ताला मत्तदन्तिकुलाकुला महाककुभशोभाढ्या स्निग्धजम्बूमनोहरा तस्यास्तीरमहं प्राप्तो गाहमानो वनं घनं मयि तिष्ठति वै तत्र फलभोजनकाम्यया वनान्तरात् समुड्डीय सारसो लक्ष्मणायुधः आगत्य पुलिनं नद्याः सेवितुं बहुपक्षिभिः पीत्वा तत्रैव पानीयं रमित्वा भार्यया सह सुप्तः पक्षपुडे वा मे प्रवेश्य च शिरोमुखं एतस्मिन्नन्तरे दृष्टः पादपादवतीर्य च रक्ताननः सुरक्ताक्षो दण्डी दृढनखावली लोमशो दीर्घलाङ्गूलश्चलचेष्टो हि वानरः यत्रासौ सारससुप्तस्तत्र वेगेन चागतः समागत्य तजग्राह सारसं चरणे दृढं कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् उड्डीयोड्डीयते सर्वे गदाश्चान्यत्र केचराः सारसी भीतभीता च विरावान् कुर्वती स्थिता सारसो भग्ननिद्रस्तु त्रासा चलितलोचनः अवलोकितवाञ्छीक्रं तदोत्ताम्य शिरोधरां विलोक्य वानरं दुष्टं हन्तुकामं सुदारुणं तदा सम्भाषयामास गिरा मधुरया खगः अपराधं विना मां त्वं किं शाखा मृगबाधसे सापराधा जनालोके वन्ध्यं ते भूमिपैरपि न पीडयितुमर्हन्ति त्वादृशा उत्तमा जनाः अस्मानहिंसकान् साधून् परवृत्तिपराङ्मुखान् जलशैवालभक्षांश्च केचरान्वनवासिनः स्वदाररतिशीलांश्च परदाराभिवर्जितान् न पीडयितुमर्हन्ति त्वद्विधा वानरोत्तम परापवादपैशून्यान् द्विजान् परमसेवकान् शाखामृगविमुं चाशु सर्वथा मामनागसं जानामि तव जन्माकं न त्वं वेत्सिदु मामकम् इत्याकर्ण्यवचस्तस्य मुमोच सारसं तदा चपलो वानरशीघ्रमाहदूरे व्यवस्थितः वानर उवाच ब्रूहिरे त्वं कथं वेत्सि मम जन्म पुरातनं त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः सारस उवाच जानेहं तावकं जन्म जातिस्मरमिति स्फुटं त्वं हि विन्ध्याधिपो राजा प्राग् भवे पर्वतेश्वरः अहं पूज्यतमो विप्रस्तव वंशे पुरोहितः तेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तमा इमां पालयता भूमिं प्रजा सर्वा प्रपीडिताः त्वया विवेकहीनेन भृशं सञ्चयदा धनं प्रजापीडान तापोद्ध वह्निज्वालैस्तु वानर प्राक् त्वं दग्ध पुनः क्षिप्तः कुम्भीपाकेदि दारुणे पुनः पुनश्च दग्धेन जातेन च पुनः पुनः नारकेण शरीरेण समास्त्रिंशद्गतं त्वया कुर्वदा दारुणान् शब्दान् नृदधा च पुनः पुनः कुम्भीपाकानले तीव्राह्यनुभूताश्च यातनाः निस्तीर्ण नरको भूयः पापशेषेण साम्प्रतं प्राप्तोऽसि वानरं जन्म येन मां हन्तुमिच्छसि विप्रस्योपवनात् पूर्वं पक्वरम्भाफलानि वै अननुज्ञाप्यभुक्तानि त्वया पहृत्य पौरुषाद विपाककर्मणस्तस्य फलदे पश्य दारुणः वानरत्वं वने वासो ह्यधुना तेन वर्तसे अशुभस्य शुभस्यापि पुरा विहितकर्मणः भोगक्रीडति भूतेषु नो लङ्घ्यस्त्रि दशैरपि युद्धं त्वज्जन्म जानामि यथावत्तु सहेतुकं प्राप्तसार सदेहोऽपि ज्ञानेन परिमोहितः प्रेद उवाच यदि श्रुत्वा कथां विप्र वानरोऽप्याह सारसं समग्वेत्ति भवान्नूनं कथं त्वं पक्षितां गदः सारस उवाच कथयिष्यामि तत्कर्म येनाहं दुर्गतिं गदः पक्षियोनिं गदो येन तत्सर्वं श्रोतुमर्हसि धान्यं कारिषदं साग्रमुत्सृष्टं हि त्वया पुरा बहुभ्यो ब्राह्मणेभ्यश्च चर्मदायां रविग्रहे पौरोहित्यमदाल्लोभाद्वञ्च इत्वा द्विजांस्तथा किञ्चिद्दत्त्वा दुतेभ्यश्च गृहीतमखिलं मया विप्रसाधारणद्रव्यग्रहणोत्पन्नपादकाद पथितकालसूत्रेऽहं नरके रक्तकर्दमे चलकृमिषु सम्पूर्णे दुर्गन्धे पूयफे निले आनाभेस्तत्र मग्नोऽस्मि लिखन् पूयमथोमुखः तत्रोपरि महाघृध्रैर्भक्ष्यमाणस्तु वायसैः कृमिभिस्तुद्यमानस्तु मम देहो निरन्तरं तस्मिन् चोणितपङ्गेहं निरुच्छ्वासो भवं तदा मुहूर्तोऽपि महाकल्प समो जादो ममात्र वै यातनाश्चानुभूताश्च समास्त्रिरयुधं मया वक्तुं च तन्न शक्नोमि दुःखं वानर नारकं पौरोहित्यमहाघोरं पापतं च स्वभावतः देवोपजीवनं यत्र ब्राह्मणस्योपजीवनं राज्ञप्रतिग्रहो घोरस्तेन दग्धा द्विजादयः तेषामपि हरिद्रव्यं पुरोद्धास्तेन नारकी राजा यत्कुरुते पापं पुरा देहेन धीयते तस्य तेन पुरोद्धाश्च गीयते तत्त्वदर्शिभिः दैवात् कथमपि प्राप्त उत्तारो नरकाम्बुधेः मया दौ दैवयोगेन शकुनित्वमुपस्थितम् अपकृत्य पुरा कांस्य भाजनं भगिनीगृहाद आक्षिकाय मया दत्तं तेन मे सारसी गतिः इयं च ब्राह्मणी पूर्वं कांस्य चोरी सुदारुणा तेनेयं सारसी जाता मम भार्या स धर्मिणी युद्धं वानरते सर्वं कथितं कर्मणफलम् वृत्तं च वर्तमानं च भविष्यं शृणु साम्प्रतम् अहं हंसो भविष्यामि त्वं च हंसो भविष्यसि हंसीयमपि मद्भार्या सारसी च भविष्यति देशे च कामरूपे वै स्थास्यामो वै यथा सुखं योगिनीं भाविकल्याणीं यास्यामस्तदनन्तरम् ततश्च मानुषं जन्म प्राप्यामो दुर्लभं पुनः श्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते एवं सर्वान् शिवो जन्तून्मोहयित्वा स्वमायया सुखैर्भुनक्ति दुःखैश्च नास्मानेव तु केवलम् अयं लोके प्रवृत्तश्च मार्गो विविधनिर्मितः धर्माधर्ममयोत्यर्थे सुखदुःखफलात्मकः सेविधप्राणिभिः सर्वैः सर्वदा वा पुनः पुनः देवासुरनरव्याक्रकृमिकीडजलेचरैः नादिक्रान्तो हि केनापि पन्थायं दुःखकण्टकः विरक्तान्योगिनोऽध्यायं विना वेदान्तपारगान् अणोर्वापि गुरोर्वापि पुण्या पुण्यस्य कर्मणः ददातीह फलं ज्ञात्वा देशं कालं महेश्वरः युद्धं विधि विधानज्ञां मायां ज्ञात्वेश्वरस्य च न शोचन्ति न तप्यन्ति न व्यधन्ति महाधियः नान्यथा शक्यते कर्तुं विपाकपूर्वकर्मणाम् उपायैः प्रज्ञया वापि शाखामृगसुरैरपि पुरा त्वं भूपतिर्जातपश्चाज्जातोऽसि नारकी अधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् इति मत्वा विशोकस्त्वं शाखामृग यथा सुखं प्रतीक्षां कुरु कालस्य रममाणोऽत्र पानने अहमप्येवमीशान मायाबद्धो वने वने क्षपयिष्यामि वै जन्म धैर्यमास्थाय सारसं वानर उवाच मया त्वं पूजितपूर्वं नौमि त्वा मधुनाप्यहं जातिस्मरोऽसि जानामि सर्वं मत्पूर्वदैहिकं तिष्ठसारससारस्य शिवमस्तु सदा तव त्वद्वाक्याद्गदमोहोऽहं विचरिष्यामि सर्वदा प्रेद उवाच इमं रम्यं विचित्रं च पावनं परमं द्विज पक्षिवानरसंवादं श्रुतं यावन्नदीतटे तावन् ममापि बोधो भूतेन शोकः क्षयं गदः इदानीं जाह्नवीतोय माहात्म्यं परमाद्भुतं दृष्ट्वात्र ब्राह्मणश्रेष्ठत्वां याचे जाह्नवीजलं प्रदत्त्वा कर्तुकामोहं तीव्रा तृष्णा प्रपीडितः अस्मिन्नेवाचले दृष्टं मयाश्चर्यं च वैद्विज गङ्गातोयस्य तावद्धि पातुमिच्छामि तज्जलं पारि यात्रोद्भव कोऽपि ब्राह्मणो ग्रामयाजकः अयाज्य याजनाद्विम्भ्ये सम्भूतो ब्रह्मराक्षसः अस्मत्सङ्गस्य लोभे स्थितोऽसौ आयनाष्टकं तस्यास्थीनि सुपुत्रेण सञ्चितानि द्विजोत्तम क्षिप्तान्यानीय गङ्गायां तीर्थे कनकले मले तत्क्षणादेव मुक्तोऽसौ राक्षसत्वात् दारुणाद् इति गङ्गाजलस्नानमहिमा महदद्भुतम् साक्षाद्दृष्टो मया तेन गाङ्गेयं प्रार्थितं जलं पुरस्ताद्यत्कृतस्तीर्थे मया भूरि परिग्रहः न कृतस्तु प्रतीकारस्तस्य जाप्यादिलक्षणः तेन मे प्रदरूपस्य दुर्लभोदगभोजनं सहस्रं यत्र वर्षाणामधीतं विन्ध्यपर्वते इति ते कथितं सर्वं हित्वा लज्जां गरीयसीम् इदानीं धार्मिकश्रेष्ठजलदानेन सत्वरं सन्तर्पय मम प्राणान् कण्ठमात्रावलम्बितान् दुर्लभं प्रेतभावेऽपि जीवितं प्राणिनामिह शरीरं रक्षणीयं चि सर्वथा सर्वदा नरैः न हीच्छन्ति तनुत्यागमपि कुष्ठादिरोगिणः देवद्युदिरुवाच इति तद्वचनं श्रुत्वा विस्मयं परमं गदः पथि कश्चिन्तयामास कृपां प्रेदे समुद्वहन् पापपुण्यफलं लोके प्रत्यक्षं दृश्यते खलु देवदानवमानुष्यं तिर्यक्त्वं कृमिकीडकं नानायोनिषु जन्मानि नानाव्याधिप्रपीडनं मरणं बालवृद्धाना मन्धत्वं कुचदा तथा ऐश्वर्यं च दरिद्रत्वं पाण्डित्यं मूर्खदा तथा एताश्च रचनालोके भवन्ति कथमन्यथा ते धन्याकर्मभूमौ ये न्यायमार्गार्जितं धनं सत्पात्रेभ्यः प्रयच्छन्ति कुर्वन्ति चात्मनोहितं भूमिरत्नहिरण्यानि कवो धान्यं गृहं गजाः रथाश्ववसनग्रामाः सिद्धमन्नं फलं जलं कन्या दिव्यौषधमन्नं चत्रोपानद्वरासनं शय्याताम्बूलमाल्यानि तालवृन्दं वरासनं सर्वमेतत्प्रदातव्यं लोकत्रयजिगीषुभिः दत्तं हि प्राप्यते स्वर्गे दत्तमेव हि भुज्यते चत्रचामरयानानि वराश्ववरवारणाः हर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियः अन्नभूषणमुक्ताश्च पुत्रादास्यो महाकुलम् आयुरारोग्यमैश्वर्यं कलाविद्यासुकौशलं दानस्यैव फलं सर्वं प्राप्यते भुवि मानवैः तस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति धर्मिष्ठेन तु पान्धेन गाधेयं समगायत इति श्रुत्वा पुनः प्रेदः प्रोवाच ह्यार्थमानसः मन्ये धर्मज्ञकल्पोऽसि पाधत्वं नात्र संशयः देहि मे जीवनं वारि चातकाय खनो यथा यदस्मिन् प्राणदानेहि मा विलम्बं कृधा बहु ततः प्रत्याह तां धस्तु वचनं न्यायगर्भितं भृगुक्षेत्रे शृणुप्रेतपितरौ मम तिष्ठदा तदर्थं तीर्थराजस्य मया वारि समाहृतं तत् सितासितपानीयं मध्ये जप्रार्थितं त्वया न जाने धर्मसन्देहः किमत्र मम युज्यते बलाबलं विचारार्थं करिष्ये प्रबलं विधिं वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मानेन केवलं हयमेधादियज्ञेभ्यः सर्वेभ्योऽप्यधिकं मदम् ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणं इति दत्त्वा वरं वारि कृत्वा प्रेतस्य रक्षणं पित्रार्थं पुनरादाय जलं नेष्यामि पावनं यशमे प्रबलो भागि शुद्धधर्मप्रदो विधिः परोपकरणादन्यत् सर्वमल्पं स्मृतं बुधैः परोपकारिभिर्दत्ता अभिप्राणानिभिर्मुदा अभिपरोपकारस्यात् किं न लब्धं मया पुनः दधीतिना पुरा गीतश्लोकोऽयं श्रूयते भुवि सर्वधर्ममयः सारः सर्वधर्मज्ञसम्मतः परोपकारकर्तव्यप्राणैरपि धनैरपि परोपकारजं पुण्यं तुल्यं क्रदुशतैरपि इत्युक्त्वा प्रददौ तोयं गङ्गाया मुनसम्भवं प्रेताय प्राणरक्षार्थं सधर्मिष्ठो वरद्विजः प्रेतप्रीतो जलं पीत्वा ह्यभिषिच्य शिरस् तथा प्रजहौ प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणाद् तदाश्चर्यं महद्दृष्ट्वा निजगादसकेरलः अहो विमुक्तप्रेतत्वाद्वेणी पानीय बिन्दुभिः ब्रह्मापि नैव शक्नोति मन्ये वक्तुमपां गुणं गङ्गातोऽयं महादेवो दत्ते गे कथमन्यथा अचिन्त्यशक्तिगङ्गाम्भस्थिरमात्रं तु यः पिबेद देवो भवेत् स सिद्धो वा गर्भेणैव च संविशेद न गङ्गासदृशी सिद्धिर्न गङ्गासदृशी मदिः न गङ्गासदृशी मुक्तिर्गङ्गा सर्वाधिका यतः तस्मात् सर्वप्रयत्नेन महाभक्त्या च धार्मिका करस्थं तस्य कैवल्यं योगं गां सेवदे सदा आयुष्मान् भव त्वां धत्वं मा धर्मविरदो भव त्वयाकं तारिदः सद्यो गङ्गाम्बुकणदानदः इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरलः आशीर्भिरभिनन्द्याध पां धं बन्धुवरं नरं प्रेतं विमोक्ष्य पां धोऽपि पुनरादाय तज्जलं गतस्तेनैव मार्गेण स्मरं तीर्थोदकौतुकं वसिष्ठ उवाच इत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिं प्रयागम् सहसामाखे पिशाच सत्वरं गदाः स्नात्वा सिदासिदेशोऽपि माघमासे द्विजोत्तम पिशाचः क्षीणपापस्तु पैशाचीं विजहौतनं दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदा स्तुवन्नारायणं देवं भक्त्या दोषविवर्जितः गन्धर्वैस्तूयमानस्तु नाकनारीषु पूजितः उत्तमेन विमानेन पुरन्दरपुरं ययौ इति ते कथितं विप्र पूर्ववृत्तं सकौतुकं इतिहासं द्विजश्रेष्ठ सद्यपादकनाशनं ज्ञानदं मोक्षदं विप्रश्रुतं दुर्गतिनाशनम् इति ते कथितं सर्वं पुरावृत्तं स कौतुकम् इतिहासं द्विजश्रेष्ठश्रुतं दुर्गतिनाशनम् अधुना तु मया सार्धमिमा कन्यासु दत्तदे त्वं चायादु प्रयागं वै सर्वे सद्गतिमीप्सवः माघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभं तत्र मोक्ष्यन्ति पैशाच्यं सद्यपापसमुद्भवं महेश उवाच एवं वसिष्ठ वक्त्राब्ज कथा मधुरसम्मुदा पीत्वा प्रमुदिता सर्वे निस्तीर्णा नरकार्णवाद प्रस्थितास्तेन सार्धं ते सत्वरं व्योम्नि हर्षिताः दिलीप शृणु तत्सर्वं तत्तीर्थं तु सिदासिदं सत्वरं व्योममार्गेण काममासाद्य दुःसहाः समागम्य तदा तत्र संहृष्ट हृदयाश्च ते अधो चेलोमशस्तत्र सदयं गगनाङ्गणे पश्यन्तु श्रद्धया सर्वे तीर्थराजमिमं भुवि विना ज्ञानं प्रयागेऽस्मिन्मुच्यन्ते सर्वजन्तवः इष्ट्वात्रैव महायज्ञं स्रष्टु कामः प्रजापतिः अवाप सृष्टिसामर्थ्यं तदसृष्टिं चकारसः अत्र नारायणसस्नौ पत्नी कामसिदासिदे अधः स लब्धवान् लक्ष्मीं भार्यामममृतमन्थने उषित्वा चात्र षण्मासं स्नात्वा वेण्यां यथेच्छया त्रिपुरं खादयामास त्रिबाणेन त्रिशूलभृद इमानि त्रीणि कुण्डानि दीप्तान्यजस्रवह्निभिः एष तृप्तिङ्गतो वन्यह्यक्केनापि जपुष्यति अत्र देवात्रयत्रिंशत्तृप्ता मुमुदिरे भृशम् आविर्भूतो महेशोऽत्र नीलकण्ठकपालभृद अनिशंससुरै सेव्य आयातोऽञ्जलये बडुः मृकण्डसूनुनाकल्पे प्रविश्य यन्मुखे स्थितं लोके ज्वालाकुले सोऽयं योगरूपी जनार्दनः सेयं भागीरथीशम्भोः सर्वदुःखापहारिणी सिद्ध्यर्थं सेव्यते सिद्धैर्भुक्तिमुक्तिफलप्रदा अनिशम्भुदिदाया च स्वर्गमार्गे ह्यनुत्तमा स्वर्गहेतुश्च या देवी सेयं भागीरथी नदी यदम्भस्नानमात्रेण विकर्तनसलोकदां लम्भते प्राणिनः सर्वे नदी सा यमुना स्वयम् अनयो पुण्यनद्योश्च सङ्गमः सुखदो मुने अत्र स्नादान पश्यन्ते नरके ज्ञानभाविदाः विना ज्ञानं प्रयागेऽस्मिन्मुच्यन्ते सर्वजन्तवः अन्यच्च श्रूयतां विप्र इतिहासं पुरातनं शृण्वतां सर्वपापघ्नं सर्वरोगविनाशनं ऋषिकेन पुरा शब्दो गन्धर्वो वायसो भवद शापं मुमोच सोऽत्रैव स्नातः सद्यसिदासिदे वासवस्य तु शापेन स्वर्गाद्भ्रष्टाप्सरोर्वशी स्वर्गकामा च सा सस्नौ लेभे स्वर्गं तदोचिराद पुत्रं च शङ्करं लेभे ययातिर्नाकुशो मुने पुत्रकामप्रयागे हि स्नात्वा पुण्ये सिदासिदे धनकामः पुरा शक्रस्सु स्नातोऽत्र द्विजोत्तम धनदस्य निधीन् सर्वान् जहार सचमायया कस्य पोत्र तपस्तेभे शिवाराधनतत्परः अस्मिंस्तीर्थे भरद्वाजो योगसिद्धिमवाप्तवान् अस्मिं तीर्थे पुरा विप्र योगेशा शान्तमानसाः योगस्य फलभूमिं तु लेभिरे सनकादयः अस्मिन् माघे तु ये स्नादा गङ्गायामुनसङ्गमे तारारूपाश्च ते सर्वे तैर्व्याप्तं सकलं जगद विन्दन्ति कामिनकामान्मुक्तिं व्यान्ति मुमुक्षवः विन्दन्ति साधकसिद्धिं प्रयागे हि द्विजोत्तम साम्प्रतं मुक्तिकामस्तु कन्याश्चापि सुतश्च ते मद्वाक्यादत्र मज्जं तु सर्वे त्वं च सिदासिदे प्राक्कालिनाख विध्वंसि वेणी जलबलेन तु लभं तामखिलं लक्ष्मीं प्राप्तशापमहाबलम् एवमाशवच सत्यमदीन्द्रियमलङ्घनं श्रुत्वा चोत्कण्ठचित्तास्ते सर्वे स्नानाय चोद्यताः प्रयागं प्राप्य दुष्प्राप्यं पैशाच्यं विजहुः क्षणाद् विमुक्ताशापदुःखेन तनुं स्वां स्वां चलेभिरे दृष्ट्वा वेदनिधिपुत्रं ता कन्या दिव्यरूपिणीः तुष्टावलोमशम्प्रीत्या प्रसन्नेनान्तरात्मना त्वदनुग्रहमात्रेणोत्तीर्णपापमहार्णवः इदानीमुचितं ब्रूहि बालानां ऋषिसत्तम लोमश उवाच कुमारोद्धितवेदोऽयं समाप्तनियमो युवा आसां दु सानुरागाणां गृह्णादु करपङ्कजं ततो लोमश वाक्येन स्वपि दुर्वचनात् तदा विवाहविधिना चाशुब्रह्मचारी स धार्मिकः शुभद्रव्यैश्च मन्त्रैश्च ऋषिभिः कृतमङ्गलः पञ्चानामपि कन्यानां पाणिं जग्राहधर्मतः आनन्दिन्यस्तदा सर्वा कन्या पूर्णमनोरथाः बभूवुः स कुमारश्च सन्तुष्टश्च बभूवः दत्त्वानुज्ञां मुनिशोध लोमशस्तैर्नमस्कृतः जगामस्वाश्रमं मेरुं पर्वतं सुरसेवितं ततो वेदनिधिराजन् स्नुषाः पञ्चसुतं तथा पुरस्कृत्य मुदा युक्तो धनदस्य पुरं ययौ इति नृपवरमाके स्नानसंजातपुण्यान्मुनिवरवचसा द्राक्तीर्थराजप्रयागे सकलकलुषमुक्ता पञ्चगन्धर्वकन्या अलमभिगदलाभात् प्राप्य तर्षं च जग्मुः परमि ममितहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यशृणोतीह नित्यं स भवति खलु पूर्णसर्वकामैरभीष्टैः व्रजति च सुरलोके दुर्लभो धर्मयुक्तः इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकं गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि सः वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः तस्मात् प्रपूजयेन्नित्यं यदीच्छेत् सफलं भवम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे वसिष्ठदिलीपसंवादे गन्धर्वकन्या परिणयो नामैकोनत्रिंशाधिकशततमोऽध्यायः ॐ